गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुःसाक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः। निधाय हृदिविश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः। अस्माकं न्यायवर्गे सर्वेषां सुस्वागतम्। गते वर्गे मनसः लक्षणम् अस्माभिः सम्पूर्णतया अधीतं, तत्र किं किम् अस्ति, दलसार्थक्यम्, एतत् सर्वम् अस्माभिः कृतम् इति कृत्वा तत्र द्रव्याणां लक्षणानि सम्पूर्णतया अस्माभिः अधीतानि वर्तन्ते। समीचीनम्। अद्य वयं किं कुर्मः, तत्र मया प्रेषितं एकं करपत्रं, व्यापारः संस्कारश्च इति करपत्रमस्ति, ततः अद्य पठेम। लघुकरपत्रमेव एतत्, झटिति समापयितुं शक्यते। सर्वेषां पुरतः तत् करपत्रं स्यात्, व्यापारः संस्कारश्च इति। अस्तु, तर्हि श्रीराम महोदय, भवान् आरब्धुमिच्छति वा? आं महोदय, व्यापारः लोके माध्यमम् इति वदामः, कारणस्य कार्यस्य च मध्ये अयं व्यापारः माध्यमरूपेण कार्यं करोति। एकस्य फलस्य उत्पत्तौ कारणम् अपेक्षते, कारणेन साक्षात् एव कार्यं न जायते, मध्ये कश्चन व्यापारः भवति। पर्याप्तं वा, इतोपि पठनीयं वा महोदय? तत्र अग्रे अपि किञ्चित् पठतु, तदनन्तरं पठतु। तथा कुठारः परशुः काष्ठं, केवलं कुठारः अस्ति चेत् काष्ठं भेत्तुं शक्नुमः वा? नैव। तदर्थं किं कुर्मः? हस्तेन कुठारम् उन्नीय काष्ठस्य उपरि त्यजामः, तदा किं भवति? काष्ठं द्विधा विभक्तं भवति। तर्हि काष्ठविभजनं प्रति कुठारः कारणं। व्यापारः कः इत्युक्ते उन्नयननिपातनादिक्रियाः क्रिया अपेक्षिता अस्ति, अतः मध्ये कश्चन व्यापारः भवति। अत्र क्रिया एव व्यापारः। अत्र व्यापारः इत्युक्ते किम् इति प्रतिपादितमस्ति। माध्यमम् इति व्यापारः इत्युक्ते किञ्चन माध्यमं, कारणस्य कार्यस्य च मध्ये अयं व्यापारः माध्यमरूपेण कार्यं करोति। कार्यम् अस्ति, तस्मात् कारणात् कार्यम् अपि वयं पश्यामः। मध्ये कश्चन क्रिया माध्यमरूपेण व्यापारः भवति। एकस्य फलस्य उत्पत्तौ कारणम् अपेक्षते, कारणेन साक्षात् एव कार्यं न जायते, मध्ये कश्चन व्यापारः भवति। यदा फलस्य उत्पादनं भवति, तत्र कारणं, किमपि कारणं तत्र भवेत् तु कारणं साक्षात् न फलस्य उत्पादनं करोति, मध्ये कश्चन व्यापारः भवेत्येव अत्र आशयः। तथा कुटारः, कुटारः इत्युक्ते परशुः, काष्ठमस्ति, काष्ठम् इत्युक्ते दारु, केवलं कुटारः अस्ति चेत् काष्ठं भेतुं शक्नुमः। यदा कुटारः अस्ति, तस्य पार्श्वे काष्ठम् अस्ति चेत् स्वयं कुटारं काष्ठं न भिन्नति, तत्र तदर्थं किं कुर्मः, हस्तेन कुटारं, कोऽपि पुरुषः तत्र आगत्य कुटारं स्वीकृत्य दारौ उपरि क्षिपति चेत् तदा दारोः भेदनं भवति. अत्र उन्नयनं तदनन्तरं क्षेपणम् इति क्रिया मध्ये अस्ति, तद्विना काष्ठस्य भेदनं न भवितुमर्हति कुटारेण. सा क्रिया एव अत्र व्यापारः इति वदन्ति. सत्यम् इति तत्र मध्ये कश्चन क्रिया काचन क्रिया भवेत् येन तत्र काष्ठस्य तत्र भेदः भवति इति सा क्रिया एव अस्मिन् उदाहरणे व्यापारः इत्यनेन ज्ञायते. समीचीनं महोदय, धन्यवादः. इदानीं विजया भगिनी अग्रिमपरिच्छेदं पठति वा? विजया भगिनी पठामि जि, पठामि. अन्यत् उदाहरणं स्वीकुर्मः. घटनिर्माणं दण्डेन घटो जायते इति उच्यते. पूर्वतनदिनेषु एतादृशी हस्तभिः आसीत्. दण्डः घटं प्रतिकारणं दण्डसत्त्वे घटसत्त्वं, दण्ड अभावे घट अभावः इति दण्डघटयोः कार्यकारणभावः निश्चीयते. साक्षात् एव दण्डेन घटः उत्पद्यते वा इति चेत् दण्डेन चक्रभ्रमणं क्रियते. चक्रभ्रमणेन च पुनः कार्य अन्तराणि भवन्ति मध्ये, तेन गत उत्पत्ति जायते. तथा च चक्रभ्रमणं व्यापारः. कथम् इति चेत् दण्डजन्यं चक्रभ्रमणं, दण्डजन्यचक्रजनकः च इति तत्र कार्यं. तत्र द्वितीय उदाहरणं तत्र द्वितीय उदाहरणं पूर्वतन उदाहरणे कुटेरः अनन्तरं काष्ठं मध्ये किं किमर्थं कथं विभजनम् इति वयं अस्माकं दृष्टवन्तः. तत्र द्वितीय उदाहरणे दण्डेन घटः एव, अनन्तरं च अन्येत् उदाहरणं स्वीकुर्मः. घटनिर्माणं तत्र घटनिर्माणं कथं भवति इति, दण्डेन घटः जायते इति उच्यते. पूर्वतनदिनेषु सा एतादृशी पद्धतिः आसीत्. पद्धतिः इत्युक्ते तत्र किं जि तत्र घटनिर्माणपद्धतिः तेषु दिनेषु तत्र घटनिर्माणं कथं कुर्मश्चेत् एतादृशपद्धत्या सोपानम् एव खलु तत्र. हा हा, पद्धतिः इत्युक्ते पद्धति इत्युक्ते रीतिः, कथं वा घटस्य निर्माणं तेषु दिनेषु भवति इति चेत् तत्र दण्डेन चक्रस्य भ्रमणं कारयित्वा चक्र यस्मिन् चक्रे भ्रमणमस्ति तस्मात् उपरि किञ्चित् मृद् स्थापयित्वा ते कुर्वन्ति इति. पद्धतिः इत्युक्ते रीतिः. ओहो, हा, एतदेव रीतिः इत्युक्ते प्रथमकार्यम् अन्यकार्यम् एतत् सर्वं क्रमः भवति वा जि, क्रमः? न क्रमः नास्ति, केवलं रीतिः, कथं कुर्मः कार्यम् इति. अस्तु जि, अस्तु. अनन्तरं दण्डः घटं प्रतिकारणं, तत्र घटनिर्माणस्य दण्डं तत्र प्रतिकारणम् इति अभवत्. प्रतिकारणम् इति नास्ति भगिनि, तत्र दण्डः घटं प्रति कारणम् इत्युक्ते दण्डः घटं प्रति कारणं, प्रतिकारणम् इति नास्ति. अनन्तरं दण्डसत्वे घटसत्वं तत्र दण्ड अभावे घट अभावः इति दण्डगतयोः कार्यकारण कार्यकारणभावः एव तत्र सन्ति. आम्, दण्डः अस्ति चेत् घटनिर्माणं भवति, दण्डः नास्ति चेत् घटनिर्माणं न भवति, न भवति इति तत्र कार्यकारणभावः अस्ति. दण्ड अभावे घट अभावः इति तत्र दण्डः अस्ति चेत् घटः अस्ति, दण्डः नास्ति चेत् घटः नास्ति इति तत्र निश्चीयते. साक्षात् एव दण्डेन घटः उत्पद्यते वा इति चेत् तत्र घटस्य निर्माणं दण्डेन एव भवति वा इति चेत् दण्डेन चक्रभ्रमणं क्रियते. चक्रभ्रमणम् इत्युक्ते तत्र उपरि एतत् स्थापयित्वा दण्डेन कार्यं चक्रभ्रमणमस्ति, दण्डम् अपि कार्यं करोति. एतत् स्वीकुर्मः चेत् अपि तत्र घटनिर्माणं निश्चीयते तत्र चक्रभ्रमणे. दण्डं किं कार्यं करोति? दण्डं भवति, दण्डं किं कार्यं करोति? दण्डम् एतत् भ्रमणकार्यं करोति तत्र, चक्रस्य भ्रमणकार्यम् उपरि उपरि स्थापयित्वा दण्डस्य भ्रमणकार्यं तत्र चलन्ति. कार्य अन्तराणि भवन्ति मध्ये, तेन घट उत्पत्तिः तत्र जायते. एतत् सर्वं सामग्री एतत् सर्वं स्थापयित्वा एकस्थाने स्थापयित्वा घट उत्पत्तिः तत्र जायते, तथा च चक्रभ्रमणं व्यापारः तत्र कथम् इति चेत् दण्डजन्यं चक्रभ्रमणं दण्डस्य कार्यं भवति. अनन्तरं चक्रभ्रमणम् एव एकस्थाने चलन्ति, अतः दण्डजन्यं घटजनकः च एतत् द्वारा दण्डद्वारा अनन्तरं चक्रभ्रमणं द्वारा एतत् कारणं तत्र भवति. अत्र व्यापारः कः भगिनि, अस्मिन् उदाहरणे व्यापारः कः? चक्रभ्रमणमेव तत्र व्यापारः. समीचीनम्. अत्र दण्डजन्यम् इत्युक्ते किम्? दण्डजन्यम् इत्युक्ते तत्र कार्यं करोति, एतत् दण्डेन एव चक्रभ्रमणं चलन्ति, अतः एव तत्र घटस्य उत्पत्तिः भवति. दण्डजन्यम् इत्युक्ते दण्डजन्यम् इत्युक्ते किम्? चक्रभ्रमणस्य विशेषणं. समीचीनं. दण्डजन्यम् इत्युक्ते चक्रभ्रमणमेव दण्डजन्यं, दण्डेन यज्जन्यं तद् दण्डजन्यम् इत्युक्ते चक्रभ्रमणं. जन्यम् इत्युक्ते कार्यं, यथा भवत्या समीचीनतया उक्तं. तत्र दण्डजन्यम् इत्युक्ते दण्डकार्यं. दण्डकार्यं किम् अत्र? चक्रभ्रमणमेव किल, अतः दण्डजन्यम् इत्युक्ते चक्रभ्रमणं. पुनः दण्डजन्यघटजनकञ्च, दण्डेन यत् जन्यं चक्रभ्रमणं तत् कस्य जनकः भवति? घटस्य जनकः भवति. तत्र चक्रभ्रमणं विना घटस्य उत्पादनं न भवति किल? अस्तु जि, आं जि. अतः दण्डजन्यम् इत्युक्ते चक्रभ्रमणं, दण्डजन्यघटजनकः इत्युक्ते दण्डेन यज्जन्यं चक्रभ्रमणं, तेन चक्रभ्रमणेन तत्र जनक घटः उत्पद्यते इति कृत्वा तत्र चक्रभ्रमणे जन्यत्वम् अपि अस्ति, जनकत्वम् अपि अस्ति. दण्डेन जन्यं चक्रभ्रमणम् इत्यतः चक्रभ्रमणे जन्यत्वम् अस्ति. पुनः तत्र चक्रभ्रमणेन एव घटः जायते इत्यतः तत्र चक्रभ्रमणे जनकत्वम् अपि अस्ति. दण्डेन जन्यम् इत्यतः चक्रभ्रमणं जन्यं, घटस्य जनकः इत्यतः चक्रभ्रमणं जनकमपि इति कृत्वा तत्र जन्यत्वं जनकत्वं द्वयमपि यस्मिन् विद्यते तथा तदेव व्यापारः इति अस्ति. तत्र एकस्थाने एव कार्यकारणं भवति तयोः मध्ये. हा तत्र एतदेव व्यापारः. हा चक्रभ्रमणम् इति एकमेव तत्र तत् कार्यमपि कारणमपि. आम् जि समीचीनं. हा धन्यवादः भगिनि. इदानीं बालचैतन्य महोदय अग्रे पठतु महोदय. आं महोदय. तद् जन्यत्वे सति तद् जन्यजनकः व्यापारः इति लक्षणवाक्यं. तज्जन्यत्वे सति तज्जन्यजनकत्वम् इति व्यापारस्य लक्षणम्. यथा वायोः लक्षणम् अस्माभिः दृष्टं, तत्र रूपरहितत्वे सति स्पर्शवत्वं वायोः लक्षणं. दलद्वयं केवलं रूपरहितत्वं वदामश्चेत् अतिव्याप्तिः आकाशादिषु, केवलं स्पर्शवत्वं वदामश्चेत् पुनः अतिव्याप्तिः पृथिव्यादिषु. अतः अत्र दलद्वयं मिलित्वा लक्षणम् इति, अनेन न अतिव्याप्तिः, अनेन च दलसार्थक्यं सिद्ध्यति. तर्हि व्यापारस्य लक्षणमपि तथा, दलद्वयम् अपेक्षते, तज्जन्यत्वं तज्जन्यजनकत्वञ्च. महोदय, तज्जन्यत्वे सति तज्जन्यजनकः व्यापारः इति लक्षणवाक्यं. महोदय, व्यापारस्य लक्षणवाक्यं किम् इति चेत् तज्जन्यत्वे तज्जन्यजनकः. लक्षणवाक्यं व्यापारस्य लक्षणं तज्जन्यत्वे सति तज्जन्यजनकत्वम् इति व्यापारस्य लक्षणं. किमर्थं महोदय द्विवारं तदेव दत्तं वा? तत्र व्यापारस्य लक्षणम् इति द्वितीयवाक्ये दत्तं, प्रथमवाक्ये व्यापारः इति साक्षात् उक्तं, तावदेव. जनकः व्यापारः, नो चेत् जनकत्वं व्यापारस्य लक्षणम्, तत्र षष्ठी अत्र प्रथमा, तावदेव. महोदय, यथा वायोः लक्षणम् अस्माभिः दृष्टं, तत्र रूपरहितत्वे सति स्पर्शवत्वं वायोः लक्षणं. महोदय, पूर्वं वयं अदृष्टं महोदय यत् दृष्टाम अपश्याम वायोः द्वे लक्षणं द्विवाक्यं वर्तते. एकं तु रूपरहितत्वं स्पर्शवत्वं. द्विद्वलं द्विदलम् इति वदतु. वाक्यद्वयं नास्ति तत्र, एकमेव वाक्यं, किन्तु तस्मिन् वाक्ये लक्षणवाक्ये दलद्वयं वर्तते. महोदय, दलद्वयं तत्र वर्तते महोदय. एतदपि वयं पूर्वं अपश्याम, केवलं रूपरहितत्वम् अस्ति चेत् आकाशमपि रूपरहितत्वम् अस्ति, अतः आकाशमपि भवितुम् अर्हति लक्षणवाक्यम्. अतिव्याप्तिदोषं ग्रस्तर् भवति, अतः रूपरहितत्वं किं दलं स्वीकुर्मश्चेत् तत्र आकाशे अतिव्याप्तिः भवति? दलं नास्ति महोदय, केवलम् एकमेव रूपरहितत्वं वायुलक्षणं, वायुः लक्षणम् इति वदामश्चेत् अतिव्याप्तिः भवति. तत्र पश्यतु महोदय, रूपरहितत्वे सति स्पर्शवत्वं वायोः लक्षणम् इति अस्ति. अत्र दलद्वयं वर्तते, एकं रूपरहितत्वं, द्वितीयं तु स्पर्शवत्वं. यदि एकमेव दलं रूपरहितत्वम् इति एकमेव दलं स्वीकुर्मश्चेत् तत्र आकाशादिषु अतिव्याप्तिः भवति. आं महोदय. किमर्थम् आकाशादिषु अतिव्याप्तिः भवति? किमर्थं चेत् आकाशमपि रूपरहितत्वम् अस्ति. आकाशे वायुमपि रूपरहितत्वम्. महोदय, अत्र आदिपदेन किं सूचितम्? आकाशादिषु इति आदिपदेन. आकाश, काल, दिक्. समीचीनं समीचीनम्. अग्रे. केवलं स्पर्शवत्वम् इति लक्षणं स्वीकुर्मश्चेत् तर्हि अपि अतिव्याप्तिः भवति. किमर्थं चेत् पृथिवी, जल, अग्नि एतत् स्पर्शमपि स्प्रष्टुं शक्यते. समीचीनं. तदपि अतिव्याप्तिदोषग्रस्तः भवति. अतः दलद्वयं मिलित्वा रूपरहितत्वं स्पर्शवत्वं मेलनेन अतिव्याप्तिः नास्ति. समीचीनम्. एवमेव वायोः लक्षणदलसार्थक्यं सिद्ध्यति. न न, एवमेव यथा व्यापारस्य लक्षणमपि. वदतु. व्यापारस्य लक्षणे अपि तज्जन्यत्वे सति तज्जन्यजनकत्वम् इति दलद्वयम् अपेक्षते. अत्र दलद्वयं किम् इति वदति वा? आं महोदय, तत् तत् तज्जन्यत्वे तज्जन्यजनकः. तज्जन्यत्वे प्रथमं, तज्जन्यजनकः द्वितीयदल. यथा वयं भिन्नरि तत्र भेदनं कृत्वा वदामः, तज्जन्यत्वे इति नास्ति. तज्जन्यत्वम् इति एकं दलं, तज्जन्यजनकत्वम् इति द्वितीयं दलं. महोदय, तज्जन्यत्वं तज्जन्यजनकत्वम् इति दलद्वयं वर्तते. अत्र दलसार्थक्यं कुर्मः. समीचीनं महोदय, धन्यवादः. इदानीं श्रीराम महोदय अग्रे पठतु. तत् इति कारणं तत्पदेन अत्र दृष्टान्ते दण्डः स्वीकार्यः. तज्जन्यं तृतीयतत्पुरुषः, तेन इति दण्डेन जन्यम् इति चक्रभ्रमणं. तज्जन्यत्वं दण्डजन्यत्वं चक्रभ्रमणेन अस्ति. अनेन एकं विशेषणम् आगतं, किन्तु द्वितीयम् अपि अपेक्षितं. तज्जन्यजनकत्वम् अपि चक्रभ्रमणेन भवेत्. अत्र तत् इति पुनः दण्डः, जन्यमिति कार्यं फलम्, अत्र दण्डः, अत्र घटः, क्षम्यतां. तर्हि तत् इति दण्डः, जन्यः इति घटः, तेन जन्यः तज्जन्यः, तस्य जनकः व्यापारः. अत्र जनकं चक्रभ्रमणं, दण्डेन जन्यः यः घटः, तस्य जनकं चक्रभ्रमणम्. आहत्य तज्जन्यजनकं चक्रभ्रमणं तज्जन्यजनकत्वं चक्रभ्रमणे. तर्हि अत्र दलसार्थक्यर्थं दलसार्थक्यार्थं दलद्वयं, पदद्वयेपि तज्जन्यत्वं च तज्जन्यजनकत्वं च व्यापारे समन्वयः कर्तव्यः. अनेन व्यापारस्य लक्षणं, व्यापारस्य लक्षणं कथम् इति अत्र विवृणोति. तत्र तज्जन्य जन्यजनकत्वम् इति लक्षणवाक्यं तत् तत्र किं सूचयति इत्युक्ते तत् इति कारणम्. अत्र कारणं दण्ड घटनिर्माणे प्रथमकारणं दण्डः इति स्वीकुर्मश्चेत् तत्पदेन अत्र दण्डः इति स्वीकार्यः. तज्जन्यं तृतीया तत्पुरुषः समासः, तत्र तत् जन्यम् इति अस्ति, तेन जन्यम् इति विग्रहवाक्यम्. इदानीं तत् इत्युक्ते दण्डः, अतः तेन दण्डेन इति भवति. तेन दण्डेन जन्यं, किं जन्यं? तत्र चक्रभ्रमणं जन्यं, तज्जन्यत्वम्. इदानीं तज्जन्यत्वम् इति तत्र धर्मः. तज्जन्यत्वं कुत्र वर्तते? दण्डजन्यत्वं चक्रभ्रमणे वर्तते. चक्रमेव भ्रमति, भ्रमणं दण्डेन कृतम् इति कारणेन तज्जन्यत्वं चक्रभ्रमणे वर्तते. अनेन एकं विशेषणम् आगतं, किन्तु द्वितीयमपि अपेक्षितं. तज्जन्य किमर्थमित्युक्ते इदानीं घटनिर्माणं न अभवत् दण्डेन. यदि तज्जन्यत्वम् इति तावदेव स्वीकुर्मश्चेत् कुत्र अतिव्याप्तिः भवति? कुत्र अतिव्याप्ति न स्मरामि इदानीं. अत्र कारणं किं? दण्डः, दण्डः, दण्ड एकनिमिषम् अहं किञ्चित् सहायं करोमि. कारणं दण्डः, कार्यं किं? कार्यं घटः. न अस्मिन् वाक्ये तज्जन्यत्वे सति इत्यस्मिन् वाक्ये इत्यस्मिन् तले तत् इति दण्डः. दण्डः जन्यं किं? चक्रभ्रमणं. समीचीनम्. अतः प्रथमदले तत् इति पदेन दण्डः, दण्डः जन्यम् इति पदेन चक्रभ्रमणं, जन्यत्वं चक्रभ्रमणे अस्ति. यदि तावदेव लक्षणम् इति स्वीकुर्मश्चेत् इदानीं घटः केन जायते? चक्रभ्रमणेन जायते. केवलं चक्रभ्रमणेन? चक्रभ्रमणम् अस्ति, चक्रभ्रमणं जायते किल दण्डेन. तत्र चक्रभ्रमणे दण्डनिर्माणार्थं दण्डः अपि एकं कारणमिति पूर्वस्मिन् परिच्छेदे अस्माभिः पठितं. सत्यं सत्यम्. अतः इदानीं घटे अपि तज्जन्यत्वं वर्तते किल. तत् इति दण्डः, जन्यः इति घटः, तज्जन्यत्वं घटे अपि वर्तते. वर्तते सत्यं. तज्जन्यत्वं चक्रभ्रमणे वर्तते, तज्जन्यत्वं घटे अपि वर्तते. घटे अपि वर्तते केवलं तज्जन्यत्वम् इति दलं स्वीकुर्मः इति एव लक्षणं स्वीकुर्मश्चेत् तत्र घटे अतिव्याप्तिः भवति. अतः द्वितीयमपि अपेक्षितम्. पठतु अग्रे. तज्जन्यजनकत्वम् अपि चक्रभ्रमणे भवेत्. तत्र इतोपि धर्मः, तत्र एकं तज्जन्यत्वं चक्रभ्रमणे अस्ति, तदुपरि तज्जन्यजनकत्वमपि तत्र भवेत्. तत्र अत्र तत् इति पुनः दण्डः. इदानीं द्वितीयं पदं तज्जन्यजनकत्वम् इति अस्ति, तत्रापि तत् इति पदं दण्डः एव. जन्यम् इति कार्यं, जन्यम् इति कार्यं, फलम् अत्र घटः. इदानीं अस्माकं फलम् अस्ति घटः, तदेव जन्यम् अस्ति. तर्हि तत् इति दण्डः, जन्यः इति घटः, तेन जन्यः तज्जन्यः, तदपि विग्रहवाक्यं. तज्जन्य इति पदस्य विग्रहवाक्यं तेन जन्यः. तज्जन्यः इत्युक्ते तेन जन्यः, तस्य जनकः. तज्जन्यस्य जनकः व्यापारः. समीचीनम्. अत्र जनकं चक्रभ्रमणम्. इदानीं घट एव अस्माकं फलं, तस्य जनकम् अस्ति चक्रभ्रमणं. दण्डेन जन्यः यः घटः तस्य जनकं चक्रभ्रमणम्. इदानीं दण्डः एव कारणं घटः कार्यम् इति स्वीकुर्मश्चेत् तत्र चक्रभ्रमणं घटस्य जनकम् अपि अस्ति. आहत्य तज्जन्यजनकं चक्रभ्रमणम्. इदानीं चक्रभ्रमणे घटस्य जनकम् इति जनकत्वम् अस्ति इति स्वीकृत्य तत्र तज्जन्यजनकं चक्रभ्रमणम् इति वदन्ति. तज्जन्यजनकत्वं चक्रभ्रमणे तदेव. तर्हि अत्र दलसार्थक्यार्थं दलद्वयम्. इदानीं दलद्वयम् अपेक्षितम् अस्ति इति उक्तं. तद्द्वयेपि तज्जन्यत्वं च तज्जन्यजनकत्वं च व्यापारे समन्वयः कर्तव्यः. यदा व्यापारः इति वदामश्चेत् तत्र तज्जन्यत्वम् अपि च तज्जन्यजनकत्वम् अपि वर्तते. तदेव व्यापारस्य लक्षणं भवति इति अस्ति. समीचीनं महोदय, किञ्चित् तत्र पुनः वदामि अहं. भवता यत् प्रतिपादितं तत् समीचीनमेव. अत्र पश्यतु, दण्डेन चक्रभ्रमण तत्र दण्डेन चक्रभ्रमणं जायते इति तु वयं जानीमः. दण्डेन घटः अपि जायते इति वयं जानीमः. अतः दण्डः अत्र द्वयस्य कारणं भवति. प्रथमं तु चक्रभ्रमणस्य, द्वितीयं तु घटस्य इति नियमः अस्ति. यत्र तादृशनियमः वर्तते इत्युक्ते दण्डेन घटः चक्रभ्रमणं जायते, दण्डेन घटः अपि जायते, अपि च येन दण्डेन चक्रभ्रमणं जायते तेन चक्रभ्रमेणापि घटः जायते इति चेत् इदानीं चक्रभ्रमणं व्यापारः भवति इति अस्ति. अदेव तदेव अत्र दलद्वयेन बोधितमस्ति. तज्जन्यत्वे सति, अत्र तत् इति दण्डः, जन्यम् इति चक्रभ्रमणं, तज्जन्यत्वं चक्रभ्रमणे वर्तते प्रथमदले. द्वितीयदलं तज्जन्यजनकत्वम्, अत्र तत् इति घटः, क्षम्यतां, तत् इति दण्डः, जन्यम् इति घटः. द्वितीयदले तज्जन्य इत्यनेन तत् इति दण्डः, जन्यम् इति घटः, तज्जन्यजनकत्वं, सः घटः केन जायते इति चेत् चक्रभ्रमणेनैव जायते इति कृत्वा चक्रभ्रमणं दण्डः अपि च घटः अनयोः मध्ये वर्तते. तत्र चित्रमिव मनसि किञ्चित् कल्पनां करोतु. दण्डः अस्ति, उपरि दण्डः अस्ति, अधोभागे घटः अस्ति, मध्ये चक्र भ्रमणमस्ति. तत्र शरः एतादृशं स्थापयतु, दण्डात् तत्र घटपर्यन्तम् एकं शरं स्थापयतु. द्वितीयं दण्डात् चक्रभ्रमणे एकं शरं स्थापयतु. तृतीयं चक्रभ्रमणात् पुनः घटे एकं शरं स्थापयतु इति तादृशचित्रमस्ति चेत् तत्र इदानीं चक्रभ्रमणम् इति मध्ये यदस्ति, माध्यमेन यदस्ति, तदेव व्यापारः इति कथ्यते. समीचीनम्. अग्रे विजया भगिनी पठतु. सरलरीत्या उच्यते चेत् दण्डः चक्रभ्रमणस्य कारणं, चक्रभ्रमणं च घटस्य कारणं, दण्डः साक्षात् घटं प्रति कारणं न भवति. दण्डः साक्षात् घटं प्रति कारणं न भवति. घटं प्रति कारणं न भवति. तत्र घटं प्रति भगिनी, घटं प्रति इत्युक्ते घटविषये इति. दण्डः साक्षात् घटं प्रति कारणं न भवति इति. प्रति इति रूपं वयं द्वितीयविभक्ति स्थाने एव स्थापितवन्तः खलु जि. प्रति इति घटविषये, तस्य अर्थः घटविषये इति. घटं प्रति इत्युक्ते घटे, घटविषये कारणं न भवति. अस्तु अग्रे. चक्रभ्रमणद्वारा एव दण्डः घटं प्रति कारणम्. तत्र चक्रभ्रमणस्य दण्डः चक्रभ्रमणस्य कारणं, चक्रभ्रमणं च घटस्य कारणं, तयोः मध्ये कारण कार्यकारणम् एतत् व्यापारं तत्र चलन्ति. दण्डः साक्षात् घटं घटविषये एव तत्र कारणं भवति. चक्रभ्रमणद्वारा एव चक्रभ्रमणमध्ये एव दण्डः घटं प्रति कारणं. द्वयोः मध्ये चक्रभ्रमणम् अनन्तरं दण्डस्य मध्ये एतत् कार्यं भवति. अनन्तरं तत्र घटमिति नूतनवस्तु उत्पद्यते दण्डस्य चक्रभ्रमणकारणकार्यमध्ये. इति अस्ति समीचीनम्. अत्र घटस्य दण्डस्य कारणत्वम् एकनिमिषं, दण्डस्य कारणत्वं चक्रभ्रमणम् इति व्यापारं विना न सिद्ध्यति इत्यतः व्यापारस्य आवश्यकता अस्ति. प्रत्यक्षसन्दर्भे इन्द्रियं भवति कारणम्, अयं घटः इति ज्ञानं भवति फलम्. मध्ये कश्चन व्यापारः भवति इन्द्रियसन्निकर्षः. अयं घटः इति ज्ञाने चक्षु इन्द्रियं कारणं व्यापारद्वारा. तत्र चक्षु इन्द्रियघटसंयोगरूपसन्निकर्षः इति व्यापारः. अयं घटः इति प्रत्यक्षं फलं. तत् जन्यत्वे सति तत् जन्यजनकः कथम् इत्युक्तौ चक्षु इन्द्रियेण चक्षु इन्द्रियघटसंयोगः व्युत्पन्नः. अतः अयं संयोगः चक्षु इन्द्रियजन्यः. चक्षु इन्द्रियेण जायमानम् अयं घटः यत् प्रत्यक्षमस्ति तस्य साधनार्थं चक्षु इन्द्रियघटसंयोगः अपि अपेक्षितम्. अतः सः अपि मध्ये एकं कारणमस्ति. तथा च अयं संयोगः तत् जन्यजनकः. चक्षुन्द्रियेण अयं घटः इति प्रत्यक्षं जायते. तस्य जनकः अस्ति इन्द्रियसंयोगः, इन्द्रियसन्निकर्षः. अतः चक्षु इन्द्रियघटसंयोगः इति व्यापारः. प्रथमं तत्र प्रत्यक्षसन्दर्भे इन्द्रियं भवति कारणं. प्रत्यक्षं प्रत्यक्षरूपेण यत् वस्तु अस्माभिः दृष्टं तत् इन्द्रियं कारणमेव. तत्र अयं घटः इति ज्ञानं भवति. एतदपि तत्र फलं. घटः इति ज्ञाने घटः इति ज्ञानं भवति. एतदेव तत्र फलम् अस्ति. फलं तत्र इत्युक्ते घटः इति ज्ञानं भवति, एतदेव तत्र फलं. मध्ये कश्चन व्यापारः भवति, अयं घटः. यदा अहं घटं पश्यामि तर्हि अयं घटः इति ज्ञानम् उत्पद्यते किल, तदेव फलं. फलम् इत्युक्ते कार्यं. मध्ये कश्चन व्यापारः भवति, इन्द्रियसन्निकर्षः. सन्निकर्षः इत्युक्ते समीपे इन्द्रिय एतत् सर्वं मिलित्वा व्यापारः भवति. किं व्यापारः इत्युक्ते तत्र इन्द्रियरूपेण प्रत्यक्षम् अयं घटः इति ज्ञानं भवति. एतदेव तत्र इन्द्रियसन्निकर्षेण एव एतत् सर्वं भवति. तत्र अयं घटः इति ज्ञाने चक्षु इन्द्रियं कारणं व्यापारद्वारा. तत्र व्यापारं किम् अस्ति चेत् एतत् घटः अयं घटः इति ज्ञाने किमर्थं कथं भवति इत्युक्ते तत्र चक्षु इन्द्रियमेव कारणम्. एतदेव तत्र सन्निकर्षः, इन्द्रियसन्निकर्षः. चक्षु इन्द्रियेण एव वयम् एतत् ज्ञानं भवति अयं घटः इति. तत्र चक्षु इन्द्रियघटसंयोगरूपसन्निकर्षः इति व्यापारः अयं घटः इति प्रत्यक्षं फलं. तत्र चक्षु इन्द्रियः घटसंयोगरूपसन्निकर्षः, घटम् इति रूपं ज्ञाने भवति. एतत् किमर्थं भवति चेत् चक्षु घटसंयोग जि घटः इति रूपं ज्ञाने भवति खलु चक्षु इन्द्रियेण. न अत्र रूपम् इत्युक्ते भवता किं भवत्या किं तत्र अवगमनं, भवत्याः अवगमनं किं रूपम् इति गुणः इति वा? तत्र रूपसन्निकर्ष रूपसन्निकर्षः इत्युक्ते तत्र घटस्य रूपः एव तत्र. न न न अत्र घटस्य रूपमिति नास्ति, घटसंयोगरूपसन्निकर्षः इत्युक्ते घटसंयोगः एव, घटसंयोगसन्निकर्षः, घटसंयोगमेव सन्निकर्षः इति. अत्र रूपमिति गुणस्य विषये किमपि चिन्तनं नास्ति. चक्षु इन्द्रियघटसंयोगः तत्र तावदेव. अपि च घटः अनयोः मध्ये यः संयोगः भवति, द्वयमपि द्रव्यमस्ति किल, चक्षुरिन्द्रियमपि द्रव्यं, घटः अपि द्रव्यं, द्रव्ययोः मध्ये संयोगः भवति. सः संयोगः एव सन्निकर्षः इति वदति, सः सन्निकर्षः एव व्यापारः इति. इति प्रत्यक्षज्ञानं भवति चक्षु इन्द्रियेण. अनन्तरं तत् जन्यत्वे सति तत् जन्यजनकः कथम् इत्युक्तौ चक्षु इन्द्रियेण चक्षु इन्द्रिय घटसंयोगः व्युत्पन्नः. चक्षु इन्द्रियेण चक्षु इन्द्रिय तत्र जन्यत्वं जनकत्वम् इति इति कारणकार्यं भवति तत्र. अतः अयं संयोगः चक्षु इन्द्रियजन्यः, जन्यः इत्युक्ते जन्यत्वं. चक्षु इन्द्रियेण जायमानं अयं घटः यत् प्रत्यक्षमस्ति तस्य साधनार्थं चक्षु इन्द्रियघटसंयोगः अपि अपेक्षितम्. अतः सः अपि मध्ये एकं कारणम् अस्ति चक्षु इन्द्रियेण जायमानं. एतत् सर्वं चक्षु इन्द्रियम् इति ज्ञानं तत्र जायमान ज्ञानम् अस्ति. एतत् ज्ञाने एव अयं घटः इति प्रत्यक्षम् उत्पन्नम् तत्र. अनन्तरं चक्षु इन्द्रियघटसंयोगः अपि अपेक्षितं. चक्षु इन्द्रियेण एव तत्र घटसंयोगः अपेक्षितं तत्र अस्ति. एतत् सर्वं घट इन्द्रियजन्यः घट इन्द्रियजनकः एतत् मध्ये एव तत्र कारणकार्यं भवति. तथा च अयं संयोगः तत् जन्यजनकः भगिनि एतादृशं प्रतिपादयतु इदानीं वयं जानीमः व्यापारस्य लक्षणं किं भवती एकवारं वदतु व्यापारस्य लक्षणं किम् व्यापारस्य लक्षणं किम् इत्युक्ते तत्र कार्यकरणं कार्यकारणं द्वयोः एतत् लक्षणवाक्यं वदतु व्यापारः इत्यस्य लक्षणं वाक्यं किम् तत् जन्यत्वे सति तत् जन्यजनकत्वम् इति व्यापारः व्यापारस्य लक्षणं तत्र समीचीनं तज्जन्यत्वे सति तज्जन्यजनकत्वम् इदानीम् अस्माकं सन्दर्भः अस्ति प्रत्यक्षम् अत्र तज्जन्यत्वम् इति स्वीकुर्मः दलं तत् इति किं जन्यम् इत्युक्ते किम् जन्यम् इत्युक्ते तत्र वयं पूर्वमेव दृष्टवन्तः चक्रभ्रमणं तत्र प्रत्यक्षस्थले वदतु प्रत्यक्षस्थले अयं घटः इति तत्र जन्यं घटः तत्र तत्र प्रत्यक्षं कक्ष इन्द्रियं कारणं तत्र व्यापारद्वारा न एकनिमिषं बहु किमपि मा वदतु केवलं साक्षात् तज्जन्यत्वम् इत्यस्मिन् वाक्ये इदानीं प्रत्यक्षसन्दर्भः अस्ति तत्र तत् इत्युक्ते किं जन्यम् इत्युक्ते किम् तत् इत्युक्ते तत्र घटः चक्षुरिन्द्रियं हा घटः अत्र अत्र घटस्य घटस्य उत्पादनविषये किमपि चिन्तनं नास्ति अयं घटः इति ज्ञानम् इदानीं तस्मिन् सन्दर्भे अयं घटः इति ज्ञानं चक्षुषा उत्पद्यते इति वयं जानीमः इदानीं तज्जन्यत्वम् इति इत्यस्मिन् दले तत् इत्युक्ते किं चक्षुरिन्द्रियम् अत्र जन्यं किम् जन्यं तत्र घटः एव खलु जि न नूतनतया चक्षुषा घटः उत्पद्यते वा चक्षुषा ज्ञानं भवति अयं घटः इति ज्ञानं भवति अतः घटः इति यदा कदापि मा वदतु इदानीं तत् इति चक्षुरिन्द्रियं जन्यमिति किं जन्यमिति किम् अस्तु अत्र श्रीराम महोदय किञ्चित् साहाय्यं करोतु महोदय अत्र ज्ञानमस्ति अयं घटः तत् इदानीं वयं घट उदाहरणेन तोलनं कुर्मश्चेत् घटः महोदय तत्सर्वम् इदानीं मा वदतु केवलम् अस्तु इदानीम् अत्र अत्र लक्षणवाक्यमस्ति तज्जन्यत्वे सति तज्जन्यजनकत्वम् इति व्यापारस्य लक्षणमस्ति इदानीं प्रथमद्वलमस्ति तज्जन्यत्वं तज्जन्यत्वं द्वितीयदलमस्ति तज्जन्यजनकत्वम् अत्र प्रत्येकं दले तत् इत्युक्ते किं जन्यम् इत्युक्ते किं जनकः इत्युक्ते किम् इति वदतु तावदेव अस्तु अस्तु महोदय तज्जन्यत्वम् इदानीं तत् इत्युक्ते चक्षुरिन्द्रियं चतुरिन्द्रियेण जन्यमस्ति संयोगः घटसंयोगः चक्षुरिन्द्रियघटसंयोगः समीचीनम् अतः जन्यम् इत्युक्ते संयोगः समीचीनं संयोगः संयोगेन इदानीं कुत्र वर्तते घटे वर्तते न इन्द्रिय जन्यत्वं संयोगे वर्तते क्षम्यता हा तावदेव उक्तव्यं समीचीनं तत् इति चक्षुरिन्द्रियं जन्यम् इति संयोगः तज्जन्यत्वं कुत्र वर्तते संयोगे वर्तते कीदृशसंयोगे चक्षुरिन्द्रियघटसंयोगे वर्तते समीचीनम् इदानीं द्वितीयदलं तज्जन्यजनकत्वम्। अत्र तत् इत्युक्ते किं, जन्यम् इत्युक्ते किं, जनकम् इत्युक्ते किम् इति वदतु। अत्रापि तत् इत्युक्ते चक्षुरिन्द्रियं, जन्यम् अस्ति संयोगः, तेन जनकः। इदानीं द्वितीयदले तत् इति चक्षुरिन्द्रियं, जन्यम् जन्यम् अस्ति ज्ञानं, प्रत्यक्षज्ञानम्। अयं घटः इति ज्ञानं, ज्ञानं समीचीनम्। जनकः कः भवति? जनकः अस्ति संयोगः। हा समीचीनम्। अत्र सर्वे पश्यन्तु, तज्जन्यत्वे सति तज्जन्यजनकत्वम् इति व्यापारस्य लक्षणम्। अत्र दलद्वयं वर्तते, तज्जन्यत्वम् इति एकं दलं, तज्जन्यजनकत्वम् इति द्वितीयं दलम्। प्रथमदले तज्जन्यत्वे इति दले तत् इति चक्षुरिन्द्रियं, जन्यम् इति संयोगः, तज्जन्यत्वं संयोगे वर्तते। इदानीं द्वितीयदलं तज्जन्यजनकत्वम्। अत्र तत् इति चक्षुरिन्द्रियं, जन्यम् इति ज्ञानम्, अयं घटः इति ज्ञानम्, जनक इति इदानीं संयोगः। तत्र अयं घटः इति ज्ञानं संयोगेन एव जायते इत्यतः इदानीं द्वितीयदले तत् इति चक्षुरिन्द्रियं, जन्यम् इति ज्ञानं, जनकः इति संयोगः इति कृत्वा तत्र दलद्वयं मिलित्वा केवलं चक्षुर् तत्र संयोगे आपतति। तदेव व्यापारः। प्रक्षक्षस्थले चक्षुरिन्द्रियघटयोः मध्ये यः संयोगः विद्यते तदेव व्यापारः इति भवति, तदेव माध्यममस्ति। समीचीनं। विजया भगिनी अवगच्छति वा? सम्यक्, धन्यवादः। एकनिमिषं, भवती इदानीं तत्र घटसन्दर्भे तज्जन्यत्वे सति तज्जन्यजनकत्वम्, अत्र घटनिर्माणं, घटमेव कार्यम् इति चिन्तयतु। इदानीम् अस्मिन् सन्दर्भे तज्जन्यत्वं तत् प्रतिपादयतु कृपया। तज्जन्यत्वं, तज्जन्यजनकत्वं, प्रत्येकं पदस्य प्रतिपादनं करोतु। तत् जन्यत्वे इत्युक्ते तत्र चक्षु इन्द्रियेण न, इदानीम् अस्माकं सन्दर्भः प्रत्यक्षं नास्ति। इदानीम् अस्माकं सन्दर्भः अस्ति घटनिर्माणम्। घटनिर्माणं पूर्वमेव दण्डः, अनन्तरं भवती अवगतवती वा इति मया द्रष्टव्यम्, अतः पुनः वदतु कृपया। दण्डेन जन्यः यः घटः तस्य जनकं चक्रभ्रमणम् अस्ति। तत्र एतत् द्वयोः मध्ये दण्डेन अनन्तरं चक्रभ्रमणेन एकनिमिषं भगिनि, एतत् सर्वं वयं जानीमः। अत्र लक्षणवाक्यस्य समन्वयं करोतु। लक्षणवाक्यं किं? तज्जन्यत्वे सति तज्जन्यजनकत्वम् इति अस्ति। तत्र प्रथमद्वले, प्रथमदले तज्जन्यत्वम् इति अस्ति। अत्र तत् इत्युक्ते किं, जन्यम् इत्युक्ते किं वदतु। तत् इत्युक्ते तत्र क्रिया भवति, क्रिया भवति, एतत् क्रिये न क्रियया एव न तत् इति दण्डः, जन्यम् इति चक्रभ्रमणम्, तज्जन्यत्वं चक्रभ्रमणे वर्तते इति प्रथमदलम्। द्वितीयदलं तज्जन्यजनकत्वम्। इदानीं वदतु तज्जन्यजनकत्वं, तत्र तत् इत्युक्ते किं, जन्यम् इत्युक्ते किं, जनकम् इत्युक्ते किम्? तत्र तत् इत्युक्ते तत्र अयं घटः इति एकनिमिषम् भगिनि, इदानीं प्रत्यक्षसन्दर्भः नास्ति, अस्माकं सन्दर्भः घटनिर्माणम्. घटनिर्माणं दण्डेन चक्रभ्रमणेन घटः उत्पद्यते किल, तदेव अस्माकं सन्दर्भः इदानीं, तदेव उदाहरणमस्ति. सन्दर्भः इत्युक्ते उदाहरणम्. अस्मिन् उदाहरणे तज्जन्यजनकत्वम् इति दलमस्ति. अस्मिन् दले तत् इत्युक्ते किं, जन्यम् इत्युक्ते किं, जनकम् इत्युक्ते किम् इति वदतु. तत्र तत् इत्युक्ते तत् स्थाने दण्डः आगच्छति, जन्यस्थाने जन्यस्थाने घटः आगच्छति. हा, जनकस्थाने जनकस्थाने घटः केन जायते? दण्डेन जायते. केवलं दण्डेन नास्ति, चक्रभ्रमणं नास्ति चेत् दण्डेन चक्रभ्रमणे. हा, अत्र जनकः, जनकम् इत्युक्ते चक्रभ्रमणम् इति अस्ति. अतः प्रत्येकम् उदाहरणे एतादृशं अवगमनं भवेत्. प्रत्येकम् उदाहरणे तत् इत्युक्ते किं, जन्यम् इत्युक्ते किं, तज्जन्यत्वं कुत्र वर्तते इति द्रष्टव्यं. पुनः तज्जन्यजनकत्वम् अत्र तत् इत्युक्ते किं, जन्यम् इत्युक्ते किं, जनकम् इत्युक्ते किम्, अतः तज्जन्यजनकत्वं कुत्र वर्तते इति अवगन्तव्यम्. प्रथम उदाहरणे, घटनिर्माण उदाहरणे, तज्जन्यत्वं चक्रभ्रमणे वर्तते, तज्जन्यजनकत्वमपि चक्रभ्रमणे वर्तते. द्वितीय प्रत्यक्ष उदाहरणे, अयं घटः इति प्रत्यक्ष उदाहरणे, तज्जन्यत्वं संयोगे वर्तते, तज्जन्यजनकत्वमपि संयोगे वर्तते इति कृत्वा संयोगः व्यापारः भवति. समीचीनम्. इदानीं श्रीराम महोदय अग्रे भवति, पठतु महोदय. अस्तु महोदय. व्यापारद्वारा आत्मनः त्रयः गुणाः कल्पिताः. प्रकृतौ आत्मनः गुणाः सन्ति बुद्धिः, सुखं दुःखम्, इच्छा द्वेषः, प्रयत्नः, धर्मः अधर्मः, संस्कारः. बुद्धिः इत्यस्मात् आरभ्य प्रयत्नपर्यन्तं प्रत्यक्षं मनसा भवति. अहं जानामि इति ज्ञानम्, ज्ञानविषयकं ज्ञानम्. ज्ञानस्य प्रत्यक्षं भवति मनसा. एवमेव अहं सुखी अस्मि, अहं दुःखी अस्मि, अहं सर्पं जिष्मि, द्वेष्मि, अहं घटम् इच्छामि इति ज्ञानानां प्रत्यक्षं भवति मनसा. प्रतिध्वनि अस्ति वा महोदय? नास्ति, वदतु. इदानीम् अस्माकं विषयः अस्ति आत्मगुणाः. ते के? बुद्धिः इत्युक्ते ज्ञानं, सुखं दुःखम्, इच्छा द्वेषः, प्रयत्नः, धर्म अधर्म, संस्काराः. एते गुणाः बुद्धिः इत्यस्मात् आरभ्य प्रयत्नपर्यन्तं मनसा ज्ञायते. अहं जानामि इति ज्ञानम्, एकं ज्ञानम् अहं जानामि इति ज्ञानम् अस्ति. ज्ञानविषयकं ज्ञानम्, ज्ञानम् अस्ति ज्ञानविषयकम्. अत्र ज्ञानविषयकं ज्ञानम् अत्र पश्यतु, तत्र अहं सुखी इति ज्ञानं भवति, अहं दुःखम् अहं दुःखी इति ज्ञानं भवति इत्यतः सुखं दुःखम् इच्छा द्वेषप्रयत्नः इति एते इति एतेषां विषये ज्ञानं भवति. इदानीं ज्ञानविषयकज्ञानमस्ति वा, ज्ञानं बुद्धिः इति आत्मगुणः अस्ति इति कथं वा ज्ञायते इति चेत् अहं जानामि इति अपि ज्ञानं भवति किल. भवान् इदानीं तत्र चक्षुषा भवान् घटं पश्यति चेत् तत्र अहम् अयं घटः इति ज्ञानम् उत्पद्यते. अयं घटः इति ज्ञानं भवता भवती अस्ति वा इति पृष्टे सति आम् अहम् अयं घटः इति ज्ञानं मयि वर्तते इति अहं जानामि इति वदति किल भवान्. अतः जानामि इति अपि ज्ञानं भवता वर्तते इति कृत्वा भवती वर्तते इति कृत्वा तत्र ज्ञानस्यापि प्रत्यक्षं भवति इति भवति. तत्र ज्ञानविषयकम् इत्युक्ते ज्ञानं विषयकम् अस्ति इति अर्थः वा? अत्र इत्युक्ते तत्र द्वितीयज्ञानमस्ति किल, प्रथमज्ञानमस्ति अयं घटः, तद् ज्ञानमस्ति. अत्र विषयः अयं घटः इत्यस्मिन् ज्ञाने विषयः कः? घटः. सत्यम्. इदानीं द्वितीयज्ञानमस्ति अहं जानामि इति. तत्र ज्ञानस्य विषयः कः इत्युक्ते ज्ञानमेव. ज्ञानमेव इति कृत्वा ज्ञानविषयकं ज्ञानमस्ति तत्र. ज्ञानस्य प्रत्यक्षं भवति मनसा, एवमेव अहं सुखी अस्मि, अहं दुःखी अस्मि, अहं सर्पं द्वेष्मि, अहं घटम् इच्छामि इति ज्ञानानां प्रत्यक्षं भवति मनसा. मनसा एते अहं सुखी सुखम् अपि ज्ञानेन अस्माभिः ज्ञायते, दुःखमपि अस्माभिः पठितं किल, पठितमेव तत्सर्वं. तत्र प्रत्येकं वाक्यस्य विवरणम् आवश्यकं नास्ति, वयं जानीमः तत्र षड् आत्मगुणानां प्रत्यक्षं भवति मानसप्रत्यक्षं भवति इति वयं जानीमः. अग्रे अग्रे अहमेव पठं. भवानेव पठतु. अस्तु महोदय. धर्मस्य अधर्मस्य संस्कारस्य च प्रत्यक्षं न सम्भवति. एते च त्रयः गुणाः अतीन्द्रियाः, मनसा साक्षात् ज्ञातुं न शक्यन्ते. तेषां ज्ञानं न उत्पद्यते प्रत्यक्षेन, परन्तु ते व्यापाराः भवन्ति. अतः अनुमानेन तेषाम् अस्तित्वं कल्पयामः. इदानीं कस्यचित् मनुष्यस्य सुखं जायते, कथमित्युक्ते तस्य आत्मनि विद्यमानधर्मेण सुखम् उत्पद्यते, एवमेव तस्य आत्मनि विद्यमानधर्मेण दुःखं जायते इति. सुखस्य दुःखस्य च मध्ये व्यापारः भवति, धर्मः अधर्मश्च. इदानीं धर्म अधर्म अपि आत्मगुणाः स्तः. एतयोः विषये तत्र किञ्चित् विवरणम् अस्ति. इदानीं अस्माभिः पूर्वं दृष्टं किम् इत्युक्ते ज्ञानं सुखं दुःखम् इच्छा द्वेषः प्रयत्नश्च मनसा ज्ञायते प्रत्यक्षेन. इदानीं धर्माधर्मं प्रत्यक्षेन ज्ञायते इति ज्ञायते वा इति प्रश्नः उदेति. एते संस्कारश्च, क्षम्यतां, संस्कारः अपि अस्ति, ज्ञायन्ते वा इति प्रश्नः उदेति. एते च त्रयः गुणाः अतीन्द्रियाः. अतीन्द्रियाः इत्युक्ते तत्र केनापि इन्द्रियेण अस्माभिः ज्ञातुं शक्यते, मनसा साक्षात् ज्ञातुं न शक्यते. तेषां ज्ञानं न उत्पद्यते प्रत्यक्षेन, परन्तु ते व्यापाराः भवन्ति. अतः अनुमानेन तेषाम् अस्तित्वं कल्पयामः. इदानीं प्रत्यक्षं नास्ति इत्यतः तत्र अनुमानेन एव तेषाम् अस्तित्वं वयं स्वीकुर्मः. इदानीं कस्यचित् मनुष्यस्य सुखं ज्ञायते, कथम् इत्युक्ते तस्य आत्मनि विद्यमानधर्मेण सुखम् उत्पद्यते. अस्मत्सु यदा सुखं भवति तदा तत्र कश्चन धर्मः वर्तते, तेन कारणेन एव तत् अस्मत्सु सुखम् उत्पद्यते. सः धर्मः व्यापारः इति अस्ति. एवमेव तस्य आत्मनि विद्यमानधर्मेण सुखं जायते, दुःखं जायते. दुःखस्य विषये अपि समानरीत्या तत्र अधर्मः इति कश्चन गुणः स्वीकरणीयः, तेन कारणेन एव दुःखम् अस्मत्सु भवति. तु अत्रापि अधर्मः प्रत्यक्षं नास्ति, न अनुमानेन एव सः अधर्मः अपि व्यापारः इति प्रतिपादितमस्ति अत्र. हा, किन्तु इदानीं भवतः मनः कुत्र गन्तव्यम् इति चेत् तत्र व्यापारस्य लक्षणं किम् अस्माभिः अधीतम्? व्यापार इत्युक्ते तत्र तज्जन्यजनकत्वं किं वदति, तज्जन्यत्वे सति तज्जन्यजनकत्वम्. अत्र दण्ड उदाहरणं स्वीकरोमश्चेत् तत्त्यजतु, दण्डमुदाहरणं मास्तु इदानीं, तद् बहुवारम् अस्माभिः अधीतम्. अत्र अस्मिन् सन्दर्भे इदानीं तत्र धर्मः इति व्यापारः इति उक्तं किल, व्यापारस्य तत्र जनकत्वं जन्यत्वम् अपि आवश्यकं भवति. हा, इदानीं निरूपयतु धर्मः इति, धर्मः इति व्यापारश्चेत् अत्र कथं वा व्यापारस्य लक्षणं धर्मविषये सङ्गच्छते, धर्मे सङ्गच्छते इति निरूपयतु. धर्मः व्यापार इत्युक्ते तत् किं भवति महोदय, तत्र तत् तदेव चिन्तनीयं किल, भवान् चिन्तयति तत्. अस्मिन् परिच्छेदे तद् न उक्तं, न उक्तं तदेव. एतत् चक्रभ्रमणविषये किल, धर्मः इति व्यापारः इति स्वीकुर्मश्चेत् तत्र लक्षणं, लक्षणवाक्यं भवेत् तत्र, तस्मिन् आपतितं भवेत्, नो चेत् तत्र लक्षणं न सङ्गच्छते. व्यापारः इति कथं वा अङ्गीकुर्मः? तत्र अत्र नास्ति, पुण्यपापमेव क्रिया भवति महोदय. हा, समीचीनं. क्रिया इति स्वीकृत्य वदतु. तत् जन्यत्वम् इत्यस्मिन् प्रथमदले तत् इति किं क्रिया? तत् इति क्रिया, सत्क्रिया इति स्वीकरोतु, किमपि सत्क्रिया. तया क्रियया जन्यं किं भवति? इदानीं प्रथमं तद् जन्यत्वे इति स्वीकुर्मश्चेत् तत्र जन्यम् अस्ति धर्मः, क्रियया क्रिया जन्यम् इति धर्मः. कुत्र वर्तते? धर्मे वर्तते, धर्मे वर्तते. अग्रे तज्जन्यत्वं भवति, तज्जन्यजनकत्वम् इति द्वितीयं दलम् अस्ति. इदानीं तद् इत्युक्ते क्रिया. इदानीं जन्यः अस्ति सुखं, समीचीनं, जन्यमस्ति सुखं, सुखं क्रियया जन्यं सुखं, सुखस्य जनकत्वम् अस्ति धर्मः, जनकः अस्ति धर्मः, अतः धर्मे तत् जन्यजनकत्वम् अस्ति. समीचीनं, बहु समीचीनं महोदय, भवता अवगतम् एव, बहु समीचीनं. किञ्चित् दक्षिणवाक्यं मनसि कण्ठस्थीकरणं करोमि चेत् सुलभं, महान् लाभः भवति, महान् लाभः भवति. समयः अपेक्षते, निधाय सर्वे तत्र मनसि एतत् कृपया विधायन्तु. ततः एव तत्र तत् इत्युक्ते किं, जन्यम् इत्युक्ते किम्, इदानीं द्वितीयदले तत् इत्युक्ते किं, जन्यम् इत्युक्ते किं, जनकम् इत्युक्ते किम् इति मनसि भवेत् चेत् तत्र व्यापारस्य समीचीनतया अस्माभिः निर्णेतुं शक्यते. सत्यम्. अस्तु, समीचीनं, धन्यवादः. इदानीं भानुचैतन्य महोदय अग्रे पठतु. भानुचैतन्य महोदय अग्रे क्षम्यता. महोदय महोदय क्षम्यता. महोदय एवं रीत्या महोदय न न तस्मात् पूर्वम् अग्रे संस्कारः. अग्रे संस्कारः, अग्रे संस्कारः कस्य व्यापारः इत्युक्तौ स्मरणस्य. यदा अस्माकं प्रत्यक्षज्ञानं भवति अयं घटः इति ज्ञानं, तदनन्तरं कश्चन संस्कारः उत्पद्यते अस्माकम् आत्मनि. तत् संस्कारः कदाचित् घटमहं दृष्टवान् इति स्मरणं जनयति. इत्थञ्च प्रत्यक्षज्ञानेन जायते संस्कारः. अग्रे सः एव व्यापारः स्मरणं जनयति. अनेन संस्कारस्य व्यापारत्वं व्युत्पन्नम्. अत्रापि भवान् महोदय भवान् किं करोतु, तज्जन्यत्वे सति तज्जन्यजनकत्वम् इति व्यापारवाक्यं निरूपयतु, व्यापारलक्षणवाक्यं निरूपयतु अत्र. महोदय अयं घटः इति ज्ञानव्यापारः तत्र दृश्यते महोदय. प्रथमतया प्रत्यक्षज्ञानं नास्ति महोदय. संस्कारार्थं भवान् तत् निरूपणं वा महोदय? हा, इदानीम् अस्मिन् यत् परिच्छेदं भवता पठितं तत्र व्यापारः इत्युक्ते कः? संस्कारः. नवम आत्मगुणमस्ति किल, भावनाख्यसंस्कारः इति. धर्म अधर्म संस्कारः. हा, भावनाख्यसंस्कारः इति अस्माभिः पठितं किल, तदेव इदानीं संस्कारः इति व्यापारः. संस्कारः व्यापारः चेत् तत्र लक्षणवाक्यं भवेत् तत् तज्जन्यत्वे सति तज्जन्यजनकत्वम्. इदानीं तज्जन्यत्वम् इत्यस्मिन् दले तत् इत्युक्ते किं, जन्यम् इत्युक्ते किं, तज्जन्यत्वं कुत्र वर्तते इति वदतु. महोदय तत् जन्यत्वे सति, तत् अहं चिन्तयामि तत्र अयं घटः इति प्रत्यक्षेन इति ज्ञानम् इति स्मरणज्ञानम्. अतः तत् इति ज्ञानमस्ति महोदय. जन्यं किं, किं ज्ञानमिति वक्तुं शक्यते? तत्तु प्रत्यक्षज्ञानं नास्ति महोदय. न न तत् त्यजतु. इदानीं तत्र तत् इति तज्जन्यत्वम् इत्यत्र इत्यस्मिन् दले तत् इति यत्किमपि ज्ञानं भवतु, अयं घटः, अयं पटः, यत्किमपि ज्ञानं भवतु, ज्ञानं भवतु. किन्तु तत् इति ज्ञानं, किमपि ज्ञानमस्ति. इदानीं जन्यं किम्? स्मरणं भवति. न न स्मरणं नास्ति. महोदय किमपि वृत्तिः महोदय? अत्र अस्माकं लक्ष्यं किम्? तत्र संस्कारः एकः व्यापारः. सत्यम् इति अस्ति किल, संस्कारः इति एव अस्माकं लक्ष्यं. लक्षणवाक्यं कुत्र पतति? लक्ष्ये. संस्कारः इति लक्ष्यमस्ति. तज्जन्यत्वं कुत्र भवेत्? संस्कारे भवेत् किल, संस्कारे. आं महोदय. अतः तज्जन्यम् इत्युक्ते तत् इति ज्ञानं, संस्कारः एव जन्यम् अत्र. संस्कारः केन ज्ञायते, केन जायते इति चेत् ज्ञानेन संस्कारः जायते. अवगच्छति वा? संस्कारेण ज्ञानमपि जायते. न न न संस्कारेण ज्ञानं ज्ञायते, ज्ञानेन संस्कारः जायते. प्रथमतया महोदय, तदनन्तरं स्मरणं भो इदानीं तत्र तदनन्तरम् इति तादृशचिन्तनम् इदानीं मा करोतु कृपया महोदय. प्रथमं ज्ञानं भवेत्, तदनन्तरं तत्र ज्ञानेन संस्कारः जायते, अतः तज्जन्यत्वं कुत्र वर्तते इदानीं? तज्जन्यत्वे तज्जन्यजन्य महोदय, तत् इति ज्ञानं महोदय, जन्यम् इति संस्कारः. हा, तज्जन्यत्वम् इदानीं कुत्र वर्तते? संस्कारे. समीचीनं. हा, इति प्रथमदलम्. इदानीं प्रथमदलं संस्कारे आपतितं, द्वितीयदलं स्वीकुर्मः, तज्जन्यजनकत्वम्. अत्र तत् इत्युक्ते किम्? संस्कारः महोदय. न न न, ज्ञाने संस्कारः जायते, तदनन्तरं संस्कारः किमपि व्युत्पन्नं भवति नास्ति महोदय. महोदय, वयम् इदानीं किं कुर्मः, तज्जन्यजनकत्वम् इति दलं पश्यन् सन्तः, अस्मिन् दले तत् इत्युक्ते किम्? तत्रापि ज्ञानमेव महोदय. सत्यं. हा, यथा तज्जन्यत्वे सति तज्जन्यजनकत्वम् इति तत्र घटनिरूप घटनिर्माणावसरे तत् इति वाक्यद्वयोः अपि तत्र दलद्वये अपि दण्डः एव किल, तथा अत्रापि ज्ञानमेव तत् इति ज्ञानम्. इदानीं जन्यं किम्? संस्कारं राजि नास्ति भगिनि, संस्कारं. हा, यदि द्वितीयदले अपि संस्कारमेव जन्यमस्ति चेत् जनकत्वं कथं वा संस्कारे भवति? महोदय, संस्कारेण किं जायते? दत्तं घटमहं दृष्टवान्. न न महोदय, पश्यतु, संस्कारेण किं जायते? संस्कारेण स्मरणं जायते महोदय. हा, तदेव. इदानीं स्मरणम् इति जन्यं, द्वितीयवाक्ये द्वितीयदले जन्यमस्ति स्मरणम्. तत् इति ज्ञानं, जन्यम् इति स्मरणं. स्मरणस्य जनकः कः? जनकत्व. स्मरणस्य जनकः तु संस्कारः. हा, इति कृत्वा तज्जन्यजनकत्वं संस्कारे भवति. प्रथमदलस्य प्रथमदलस्य निरूपणं संस्कारे भवति, द्वितीयदलस्यापि निरूपणं संस्कारे एव पतति इति कृत्वा इदानीं संस्कारः व्यापारः इति स्वीकुर्मः. सत्यं महोदय, सत्यं महोदय. हा, अत्र अत्र एतद् महान् मुख्यसिद्धान्तः अस्ति. अत्र अत्र भ्रमः आगच्छति चेत् न्याय न्यायसिद्धान्ते किमपि न अवगन्तुं शक्यते. समीचीनम्. अहं पुनः एकवारं वदामि, व्यापारस्य लक्षणं किम् इति चेत् तज्जन्यत्वे सति तज्जन्यजनकत्वम् इति दलद्वयं वर्तते. प्रथमं तज्जन्यत्वं, द्वितीयं तज्जन्यजनकत्वं. प्रथमदले तज्जन्यत्वे इत्यत्र, महोदय किञ्चित् म्यूट् मध्ये भवतु कृपया. आम् आम् आम् आम्. हा हा, तज्जन्यत्वम् इत्यस्मिन् प्रथमदले तत् इति ज्ञानं, जन्यम् इति संस्कारः, तज्जन्यत्वं संस्कारे इति प्रथमदलम्. इदानीं द्वितीयदलं तज्जन्यजनकत्वम्. अत्र तत् इति ज्ञानं, जन्यम् इति स्मरणं. स्मरणस्य जनकः भवति संस्कारः, अतः तज्जन्यजनकत्वं कुत्र पतति? संस्कारे इति कृत्वा प्रथमदलस्यापि संस्कारे एव भवति, द्वितीयदलस्यापि संस्कारे एव भवति इति कृत्वा इदानीं संस्कारः व्यापारः भवति, एवमेव प्रत्यक्षस्थले, एवमेव घटनिर्माणस्थले. अत्र पश्यन्तु, तत् इति पदेन त्रिषु स्थलेषु एकमेव सूचितं, घटनिर्माणस्थले तत् इति दण्डः, प्रत्यक्षस्थले तत् इति चक्षुरिन्द्रियं, स्मरणस्थले तत्र तत् इति संस्कार, क्षम्यतां, तत् इति ज्ञानम् अस्ति, एकमेव. दलद्वये अपि एकमेव पदार्थः तत् इत्यनेन परामर्शितं भवेत्. प्रथमदले जन्यम् इत्यनेन व्यापारः भवेत्, द्वितीयदले जन्यम् इत्यनेन व्यापारेण यद् जायते अन्तिमकार्यं तदेव भवेत् इति अस्ति. समीचीनम् इति कृत्वा अस्तु, तर्हि इदानीं विजया भगिनी अग्रे पठतु. एवं रीत्या एवं रीत्या धर्मः अधर्मः संस्कारः च एते त्रयः गुणाः व्यापारः भवन्ति यत् लोके माध्यं वदामः. कारणस्य कार्यस्य च मध्ये अयं व्यापारः माध्यमरूपेण कार्यं करोति. तत्र संस्कारस्य एते त्रयः गुणाः व्यापारः भवन्ति. तत्र तद् जन्यत्वे सति, तत् जन्यत्व, तत् जन्यजनकत्वम् इति व्यापारस्य लक्षण त्रयम् अस्माकं दृष्टम्, अस्माभिः दृष्टं तत्र. एते च अग्रे पठामि वा जि, किमर्थं किम्? एते च त्रयः गुणाः अतीन्द्रियाः मनसा साक्षात् ज्ञातुं न शक्यन्ते. अहं धर्मात्मन्यः अस्ति इति कश्चित् वदति, परन्तु तस्य तादृशः अनुभवः तु न भवितुम् अर्हति. धर्मः अस्ति वा अधर्मः अस्ति वा तस्य फलं दृष्ट्वा एव ज्ञातुं शक्नुमः. कोऽपि अतीव दुःखी अस्ति इत्यस्य दर्शनेन वक्तुं शक्नुमः, अहो सः बहु अधर्मं कृतवान् अतः अधुना दुःखम् अनुभवम् अस्ति इति. फलं दृष्ट्वा तस्य कारणम् अधर्मः वयम् अनुमानेन ज्ञातुं शक्नुमः, न तु प्रत्यक्षेण. तत्र त्रयः गुणाः अतीन्द्रियाः, एतत् मनसा साक्षात् ज्ञातुं न शक्यन्ते. अहं धर्मात्मन्यः अस्ति इति कश्चित् वदति चेत् तस्य अनुभवरीत्या एव एतत् वक्तुं शक्नुमः, अधर्मः वा धर्मः वा इति फलं दृष्ट्वा एव ज्ञातुं शक्नुमः. कोऽपि दुःखी अस्ति चेत् वयं वक्तुं शक्नुमः यत् सः दुःखी किमर्थं चेत् कारणमस्ति अधर्मस्य कारणम्, अतः एव सः दुःखी भवति इति. एतत् सर्वम् अनुमानेन एव ज्ञातुं शक्नुमः, न प्रत्यक्षरूपेण. तत्र प्रत्यक्षं नास्ति, एतेषां प्रत्यक्ष एतेषां प्रत्यक्षं मनसा न भवति, तत्र बहिरिन्द्रियेणापि न भवति इति कृत्वा अत्र अनुमानमेव प्रमाणं भवति. एतेषाम् अस्तित्वे अनुमानमेव प्रमाणं भवति इति. अस्तु, समीचीनं, धन्यवादः भगिनि. इदानीं तत्र अग्रे अस्माकं तत्र अवगमनं तावत् मास्तु. तत्र संस्कारस्य त्रैविध्यं दत्तमस्ति, वेगः, स्थितिस्थापकः, भावना च इति. किमर्थम् एतत् पाठं दत्तमस्ति इति चेत् तत्र भावनाख्यसंस्कारः इति उक्तं किल, किमर्थं भावनाख्यसंस्कारः इति उक्तम्? केवलं संस्कारः इति न उक्तम् इति चेत् अत्र संस्कारस्य त्रैविध्यं वर्तते, वेगः, स्थितिस्थापकः, भावना इति अस्ति. तेषु भावनाख्यसंस्कारः यदस्ति तदेव आत्मनः विशेषगुणः इति बोधनार्थम् एतत् दत्तमस्ति. प्रायः एतत् अत्र गृहपाठरूपेण सर्वे पठितुं शक्यते इति अहं चिन्तयामि. तत्र वर्गे पठितव्यम् इति किमपि अस्ति. हा, तत्र भावनाख्यसंस्कारः अस्माभिः अधीतम्. अपि च वेगः, यदा वयं पतनम् इति इति गुणस्य विषये चर्चयामः तदा वेगस्य पुनः पठनं भवति. स्थितिस्थापकः इत्युक्ते एलास्टिसिटि इति वदामः किल, तदेव एलास्टिसिटि इति यद् वैज्ञानिकसिद्धान्तः अस्ति तदेव स्थितिस्थापकः इति पदेन बोध्यमस्ति इति तावद् अवगच्छन्ति चेत् पर्याप्तं भवति. अस्तु, इदानीं समयः जातः, अत्र स्थगयामः. प्रश्नः अस्ति वा? प्रश्नः नास्ति. गतवर्गे भवान् पृष्टवान् खलु मन परमाणु अस्ति चेत् कोऽपि क्षतिः अस्ति वा तत्र इति. आमामाम् आम्, अहं चिन्तयामि नास्ति इति. महोदय नास्ति इति चिन्तयति वा? किमर्थं नास्ति इति चिन्तयति? किमर्थम् इत्युक्ते अहमेकं सन्दर्भं वदामि. तत्र कथं वा क्लेशः अस्ति वा? क्लेशः अस्ति चेत् कथं वा तस्य निवारणं भवति इति भवान् वदतु. इदानीं मनसः विभुत्वम् अस्माभिः न स्वीकृतं. तत्र विभुत्वं स्वीकुर्मश्चेत् अन्येषाम् आत्मनि यत् सुखं वा दुःखं वा ज्ञानं वा उत्पद्यते तस्य ज्ञानं मम आत्मनि अपि भवति इति कृत्वा तत्र विभुत्वं न स्वीकर्तुं शक्यते. यदि मध्यमपरिमाणं स्वीकुर्मश्चेत् तत्र मनः अनित्यः भवति, अनित्यं भवति इति कृत्वा तत्रापि क्लेशः वर्तते. इदानीं परमाणुपरिमाणमेव अवशिष्टः अस्ति इति कृत्वा तदेव स्वीकृतम्. हा, इदानीम् अहम् एकं सन्दर्भं वदामि. इदानीं भवान् बहिः अस्ति इति चिन्तयतु. तत्र वायोः चलनमस्ति, महान् वायुः चलनमस्ति. इत्युक्ते भवतः शरीरस्य इदानीं सम्पूर्णशरीरे तत्र स्पर्शः जायते. अस्तु, स्पर्शः जायते चेत् तत्र कथं वा तस्य ज्ञानं भवति? त्वगिन्द्रियेण. समीचीनं, तत्र त्वगिन्द्रियेण स्पर्शज्ञानं भवति किल. इदानीं सर्वत्र तत्र देहे विद्यमानस्पर्शस्य ज्ञानं मम अस्ति इति कथं वा ज्ञायते? ज्ञानम् अस्ति, मनसः प्रत्यक्षं ज्ञानम्. हा, तत्र ज्ञानस्य आकारं किं भवति? मम देहे सर्वत्र स्पर्शः जायते इति ज्ञानं भवति किल. समीचीनम् इति कृत्वा तत्र किमपि क्लेशः नास्ति. अस्तु महोदय, किमपि क्लेशः नास्ति. समीचीनं, तदेव वार्ता अस्ति. तदेव वार्ता अस्ति. यदि तत्र परमाणुपरिमाणं स्वीकुर्मश्चेत् तत्र किमपि क्लेशः नास्ति. इदानीं तत्र द्वितीयम् एकम् उदाहरणं दास्यामि. द्वितीयम् उदाहरणम् अहं दास्यामि. इदानीं अहं पतितवान्, तत्र शिलाखण्डं पृष्ट्वा अहं पतितवान्, भूमौ पतितवान् इति चिन्तयतु. तत्र पादौ अपि वेदना अस्ति, इत्युक्ते दुःखम् अस्ति, दुःखं मया अनुभूतः अस्ति. अपि च शिरसि अपि दुःखं मया अनुभूतः अस्ति. स्तनद्वये दुःखं वेदना अस्ति. स्तनद्वये वेदना अस्ति. हा, स्थलद्वये वेदना अस्ति. तत्र भवतः चिन्तनं किम्? तत्र वेदना चुङ्गेन्द्रियेण अस्माभिः ज्ञायते. तत्र वेदना ज्ञायते वा त्वगिन्द्रियेण? वेदना ज्ञायते वा स्पर्शः एव ज्ञायते वा? तत्र यदा अस्माकं त्वक् अस्ति, त्वक् यदा तत्र त्वचीय सप्तमी त्वचीय महोदय त्वचि एव तत्र बाधा अस्ति इति वयं स्वीकुर्मश्चेत् त्वगिन्द्रियेण ज्ञातुं शक्यते खलु? न न, त्वगिन्द्रियेण केवलं स्पर्शः एव ज्ञातुं शक्नुमः, वेदना न ज्ञातुं शक्नुमः किल. त्वगिन्द्रियेण तदा वयं वदामः खलु हस्ते वेदना अस्ति इति. आम्, किन्तु वेदना इत्युक्ते दुःखं किल. वेदना इत्युक्ते दुःखं, वेदनया दुःखं जायते इति न वदामः वा? न, इति वदति चेत् तत्र वेदना इति कीदृशपदार्थः अस्ति? वेदना कीदृश स्पर्श इति वक्तुं शक्यते. केचन विशिष्टस्पर्शः इति. हा, इति किन्तु नैयायिकानां मतानुसारं तत्र विशिष्टस्पर्शः इति तादृशं किमपि नास्ति किल. तेषां केवलं सप्तपदार्थाः एव सन्ति. वेदना इति यत्किमपि पदार्थेषु अन्यतमः भवेत्. अत्र वेदना इति द्रव्यं नास्ति. वेदना इति द्रव्यं नास्ति. द्रव्यं नास्ति. गुणः इति दुःखमेव. दुःखम् इति गुणः अस्ति. आत्मगुणः अस्ति. वस्तुतः वेदना इति आत्मगुणमेव, दुःखम् इति आत्मगुणमेव. वेदना इत्युक्ते दुःखमेव. दुःखं वेदनया वेदना मनसा एव स्वीकुर्मः. किमिति? वेदना मनसा एव स्वीकुर्मः. हा, तत्र दुःखम् अनुभवः. वेदना इत्युक्ते दुःखमेव. दुःखं मनसा गृह्यते. तत्र स्पर्शेन, स्पर्शः तत्र कीदृशस्पर्शः इत्युक्ते तत्र गभीरस्पर्शः वर्तते. अनेन स्पर्शेन आत्मनि दुःखं जायते. तद्दुःखं मनसा ज्ञायते. मनसा ज्ञायते तत्र इति. तत्रापि किमपि क्लेशः नास्ति. एकवारम् अपि वदतु महोदय, गभीर स्पर्शः तत्र स्पर्शे तत्र लघुत्वमपि भवितुमर्हति. तत्र गभीरता इत्युक्ते दार्ढ्यं, घनमपि भवितुमर्हति किल. अस्तु, इति कृत्वा यत्र घनेन किमपि स्पर्शः जायते तत्र दुःखम् उत्पद्यते. कुत्र उत्पद्यते? आत्मनि उत्पद्यते. आत्मनि उत्पद्यते. तद् मनसा ज्ञायते. आत्मा तु सर्वत्र वर्तते. अतः मनः यत्र कुत्रापि वर्तते तत्र आत्ममनसंयोगः वर्तते इति कृत्वा मनसा ज्ञातुं शक्यते इति. तत्रापि किमपि क्लेशः नास्ति इति. एतादृशं चिन्तनीयम् अस्माभिः तावदेव. क्लेशः अस्ति इति मया न उक्तं, किन्तु अत्र चिन्तनं कथं करणीयम् इति एव गृहपाठः मया दत्तः. गतवर्गे भवान् किञ्चित् किं सहायं कृतवान्, आत्मनिरूपणविषये किञ्चित् उक्तवान् खलु. तस्मिन् सन्दर्भे एतत् किञ्चित् भिन्नरीत्या उदाहरणं दत्तवान्, तेन सहायेन किञ्चित् विचिन्त्य एव तादृशम् उक्तवान्. हा हा हा, समीचीनं समीचीनं समीचीनमेव. केवलं तत्र एतादृशसन्दर्भान् स्वीकृत्य अस्माभिः किञ्चित् अवलोकनीयं तावदेव. अस्तु अस्तु, समीचीनं, बहु समीचीनम्. अस्तु, धन्यवादः, अत्र स्थगयामः। महोदय अग्रिमसप्ताहे अग्रिमसप्ताहे वर्गः भवति वा? अग्रिमसप्ताहे किमस्ति? न्यू इयर् तत्सर्वं